भवतां सर्वेषां स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी सुभाषितं स्मारयतु। ॐ श्रीगणेशाय नमः। वेद्यानां नरस्य रूपमधिकं प्रच्छन्न गुप्तं धनम् वेद्या भोगकरी यश सुखकरी वेद्या गुरुनां गुरुः वेद्या बन्धुजनो विदेशगमने वेद्या परा देवता वेद्या राजसु पूज्यते न तु धनम् वेद्या विहीना पशुः। ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। साधु भगिनी, उत्तमं, धन्यवादाः। पूर्वतनवर्गेषु कृतवत्वन्तरूपाणां विषये चिन्तनं कृतवन्तः, कांश्चन अभ्यासान् अपि वयं समापितवन्तः, केवलं रूपाणि परिशीलितवन्तः। इदानीं वयं तानि रूपाणि वाक्येषु प्रयुज्य कथं वाक्यानि लेखनीयानि, तस्मिन् प्रसङ्गे अद्य वयं किञ्चित् चिन्तनं कुर्मः। वाक्येषु कृतवत्वन्तरूपाणां प्रयोगः कथं भवति, एतदवगन्तुं ग्रन्थकर्तृभिः अस्माकं पुस्तके एका कथा दत्ता। तां कथाम् अद्य एकवारं परिशीलयामः। कथायाः शीर्षकमस्ति क्रोधपिशाचः। त्रयोविंशः पाठः। सप्ताशीतितमे पुटे क्रोधपिशाचः नाम्ना एका कथा अस्ति। तां कथाम् अद्य वयं परिशीलयामः। क्रोधपिशाचः इति पदं समस्तपदं, क्रोधः इति पुंलिङ्गशब्दः, क्रुद्ध धातोः रूपमस्ति। क्रुद्ध इति कथनेन ककारः, रेफः, उकारः, ककारः कृष्णरुकारः नास्ति तत्र। क्रुद्ध इति धातुतः क्रोधः इति रूपं सिद्ध्यति। घञ् इति प्रत्ययः अस्ति। घञ् प्रत्ययः आर्धधातुकप्रत्ययः। आर्धधातुकप्रत्ययः अस्ति चेदपि तत्र धातुः उदुपधधातुः इति कृत्वा पुगन्तलघुपधस्य च इत्यनेन गुणः भूत्वा क्रोध् भवति। क्रोधः इति पदं तत्र सिद्ध्यति। क्रोधः इति धातुतः निर्मितं पदं। क्रोधः इत्युक्ते अर्थः कः इति परिशीलयामश्चेत्, पर अपकाराय चित्तवृत्तिभेदः, पर अपकाराय चित्तवृत्तिभेदः एव क्रोधः। क्रोधः यस्य अस्ति सः क्रोधी, नकारान्तपदं सिद्ध्यति। प्रातिपदिकं क्रोधिन्, यस्य क्रोधः अस्ति सः क्रोधी, यस्य गुणः अस्ति सः गुणी इव यस्य क्रोधः अस्ति सः क्रोधी, नकारान्तपदं भवति। पिशाचः इति पदम् अस्ति। पिशितम् अश्नाति अथवा मांसम् अश्नाति, क्रोधपिशाचः इति समस्तपदमस्ति। तत्र विग्रहवाक्यं कथं वक्तव्यम् इति चिन्तनीयम्। समस्तपदानां प्रसङ्गे विभिन्नरीत्या विग्रहवाक्यानि वक्तुं शक्नुमः। कथमित्युक्ते क्रोधः एव पिशाचः इति अपि वक्तुं शक्नुमः। क्रोधः एव पिशाचः इति कथनेन अवधारणपूर्वपदकर्मधारयसमासः भवति। रामचन्द्रः इत्यस्मिन् पदे रामः चन्द्रः इव इति विग्रहवाक्यमस्ति। तथा एव क्रोधः पिशाचः इव इति कथनेन उपमानपूर्वपदकर्मधारे समासः भवति, यथा रामचन्द्रः। क्रोधः एव पिशाचः इति वदनेन तत्र विद्याधनम् इति कथनेन विद्या एव धनं, तत्र अवधारणापूर्वपदकर्मधारे समासः भवति। पिशाचः इत्यस्मिन् प्रसङ्गे अन्यानि पदानि अपि सन्ति। पिशिताशः, पिशिताशी, पिशिताशी इति नकारान्तपदं सिद्ध्यति। पिशाचः इति पुंलिङ्गशब्दः, किन्तु स्त्रीलिङ्गे पिशाची ईकारान्तपदं सिद्ध्यति। अत्र क्रोधः इति पदं दत्तमस्ति. क्रोधात् जायते मोहः. क्रोधजः इत्युक्ते मोहः. क्रोधात् जायते इति क्रोधजः. क्रोधजः इत्युक्ते मोहः. क्रोधात् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः इति गीतायाः वाक्यमस्ति. बहु प्रसिद्धः श्लोकः, अहं बहुवारं ज्ञातुमिच्छामि तस्मिन् प्रसङ्गे. नित्यं पारायणयोग्यः सः श्लोकः. ध्यायतो विषयान् पुंसः, सङ्गस्तेषूपजायते, सङ्गात् सञ्जायते कामः, कामात् क्रोधोऽभिजायते, क्रोधात् भवति सम्मोहः, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति. द्वितीयाध्यायस्य द्विषष्टितमः श्लोकः अयम्. ध्यायतो विषयान् पुंसः इति वाक्यात् आरभ्यते. क्रोधात् सम्मोहः भवति इति परमात्मा उक्तवान्. अद्यतन अस्माकं विषयः तु क्रोधपिशाचः इति कथा. कथायाः परिशीलनं कुर्मः. आदौ भवन्तः सर्वे पुस्तकम् उद्घाटयन्तु, इदानीं चिन्तनं करवाम. अरुणा भगिनी, भवती आरम्भं करोतु. एकदा श्रीकृष्णः, बलरामः, सात्विकिः च वनविहारार्थं गतवन्तः आसन्. वने ते मार्गभ्रष्टाः जाताः. निबिडं वनं प्रविष्टवन्तः. रात्रिसञ्जाता. तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः अवेष्टव्यम् आपतितम्. रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागृतः भवेत्. तदा अन्यभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः. तदेव व्याख्यानम्. प्रथमं वाक्यं परिशीलयतु. तस्मिन् वाक्ये पदानि परिशील्य एकवारं भवती यद् जानाति तद्वदतु. एकदा इति अव्ययपदम् अस्ति अहं मन्ये. श्रीकृष्णः प्रथमाविभक्ति एकवचनं, कर्ता. बलरामः अपि तदा एव, सात्विकिः च अव्ययं. वनविहारार्थं वन आकाशविषये अस्ति चेत् आसन् कः, के आसन्? श्रीकृष्णः, बलरामः, सात्यकी च आसन्. तदनन्तरं आसन् अकर्मक अकर्मकधातु, ततः कर्मपदं नास्ति. तद् केवलं गतवन्तः कथं भूतः, ते के गतवन्तः, किमर्थं गतवन्तः? वनविहारार्थं गतवन्तः इति शब्दं निष्पन्नं भवति. उत्तमम्. अत्र एकदा, एकदा इति पदमस्ति, अव्ययपदमस्ति. एकदा इत्युक्ते एकस्मिन् काले, एकस्मिन् समये. सर्वैकान्यकिं यत्तदः काले दा इति एकं सूत्रमस्ति. सूत्रेण दा इति प्रत्ययः विहितः भवति. सप्तमीविभक्त्यर्थे दा इति प्रत्ययः भवति. सप्तमीविभक्त्यर्थे त्रल् इत्युक्ते एकत्र, अन्यत्र. तं प्रत्ययं बाधित्वा दा इति प्रत्ययः विहितः भवति. तदर्थमेव अन्यानि पदानि, ईदृशानि पदानि, सर्वदा, यदा, तदा, कदा, एकदा, अन्यदा इत्यादीनि पदानि दा इति प्रत्ययस्य योजनेन सिद्ध्यन्ति. अपि च अत्र त्रीणि नामपदानि सन्ति, श्रीकृष्णः, बलरामः, सात्यकिः च इति लिखितमस्ति. एतत् सर्वं मिलित्वा द्वन्द्वसमासं कृत्वा पदं लेखितुं शक्नुमः. भगिनी एकवारं प्रयत्नं करोतु. श्रीकृष्ण, बलराम, सात्यक्याः. केवलं सात्यकी अन्तपदमस्ति, ततः बहुवचनेन इतरे द्वन्द्वा. श्रीकृष्ण, श्रीकृष्ण, बलराम, सात्य कीतत्यक्याः न वृद्धि तत्यक्यः द्वन्द्वसमासं कर्तुं शक्नुमः, किन्तु द्वन्द्वसमासस्य प्रसङ्गे बहवः नियमाः सन्ति. किं पदं पूर्वपदं भवेत्, किं पदम् उत्तरपदं भवेत् इत्युक्ते पूर्वनिपातः कस्य भवति, पूर्वप्रयोगः उपसर्जनं पूर्वम् इति सूत्रेण किं पदं पूर्वं भवेत् इति प्रश्नः उदेति कानिचन उदाहरणानि वक्तुमिच्छामि. माता च पिता च इति अस्ति चेत् मातापितरौ इति समस्तपदं भवति. माता च पिता च इति पदद्वयमस्ति चेत् तत्र समस्तपदं मातापितरौ इति भवति. किमर्थं चेत् श्रेष्ठत्वात् माता इति पदं पूर्वं भवेत्, तत्र श्रेष्ठत्वम् इति कारणात् मातुः नाम पूर्वम् आगच्छेत् इति एकः विषयः. हरिः हरः इति पदद्वयमस्ति चेत् हरिश्च हरश्च, तत्र हरि इति पदमेव पूर्वं भवेत्. किमर्थं चेत् तत्र हरि इति पदं घीसंज्ञायुक्तत्वात् घीसंज्ञकयुक्तं पदं हरि इति पदं, तदर्थं हरिहरौ इति एव भवति. ईशः च कृष्णः च इति पदमस्ति चेत् ईशकृष्णौ इति भवति, कृष्ण ईशौ न भवति. किमर्थं चेत् तत्रापि नियमः अस्ति, अजादि अदन्तत्वात् ईश इति पदम् आदौ आयाति. ईश इत्यस्मिन् पदे ईकारः अच्वर्णः अजादिवर्णः इति कृत्वा अजादि अदन्तत्वात् ईश इति पदम् आदौ आयाति. अपि च शिवकेशवौ इति समस्तपदमस्ति, शिवः च केशवः च, तत्र शिवकेशवौ एव भवति, केशवशिवौ न भवति. तत्र कारणम् अस्ति अल्पाचितरम् इत्येकं सूत्रमस्ति, इत्युक्ते यस्मिन् पदे अल्प अचुवर्णाः सन्ति तत् पदं पूर्वं भवेत् इति नियमः अस्ति. एवं रीत्या द्वन्द्वसमासस्य प्रसङ्गे एकं प्रमुखं वाक्यमस्ति, उभयपदार्थप्रधानः द्वन्द्वः. इत्युक्ते द्वन्द्वसमासस्य प्रसङ्गे सर्वेषां पदानां प्राधान्यं वर्तते एव. अत्र श्रीकृष्णस्य प्राधान्यमस्ति, बलरामस्य प्राधान्यमस्ति, सात्यकिः तस्य प्राधान्यमस्ति. इत्युक्ते द्वन्द्वसमासस्य प्रसङ्गे सर्वेषां पदानां प्राधान्यं वर्तते इति कृत्वा किं पदं पूर्वं भवेत् इति प्रश्नः आयाति. इदानीम् अस्मिन् प्रसङ्गे श्रीकृष्णः श्रेष्ठः, तदर्थं तस्य नाम आदौ भवेत् इति एकः नियमः. अपि च बलरामः इत्यस्मिन् पदे बहवः अचुवर्णाः सन्ति, श्रीकृष्णः अपि च सात्यकिः तयोः अपेक्षया बलरामः इत्यस्मिन् बहवः अचुवर्णाः सन्ति इति कृत्वा तत्पदम् अन्ते आयाति इति कृत्वा श्रीकृष्णसात्यकी बलरामाः इति भवितुमर्हति. अपि च इति अव्ययपदमस्ति, च इत्यस्य प्रसङ्गे वयं पूर्वमपि दृष्टवन्तः, एकवचनरूपमपि अत्र साधु एव. वनविहारार्थम् इति समस्तपदमस्ति, वने विहारः इति विहारार्थम् इत्यत्र चतुर्थी तत्पुरुषसमासः भवति, विहाराय इदम् इति भवति. इत्युक्ते सप्तमी तत्पुरुषगर्भ चतुर्थी तत्पुरुषसमासः इव भवति इति मम चिन्तनं. गतवन्तः इति कृदन्तपदं लिखितमस्ति, ते गतवन्तः तिङन्तपदमपि लिखितमस्ति आसन् इति. गतवन्तः इत्यस्मिन् स्थाने केवलं तिङन्तपदमेव योजयामश्चेत् वाक्यं कथं भवति, भवती एव वदतु. अगच्छन् वाक्यं पूर्णतया वदतु. एकदा श्रीकृष्णः बलरामः सात्यकीः च वनविहारार्थम् अगच्छन्. द्वितीयं वाक्यम्, अग्रिमं वाक्यं वदतु. एकदा पुस्तके दत्तपदे एकदा श्रीकृष्णः बलरामः सात्यकी च वनविहारार्थं गतवन्तः आसन्. वने ओ वने विहारार्थम् अगच्छन्. द्वितीयं वाक्यं किं लिखितमस्ति, वने ते मार्गभ्रष्टाः जाताः. भिन्नरीत्या वदतु इदमेव वाक्यं, प्रयत्नं करोतु. ते वनविहारात् समये मार्गभ्रष्टाः जाताः, मार्गभ्रष्टाः अभवन् अपि वक्तुं शक्नोमि. उत्तमं. वनशब्दस्य लिङ्गं किम्, वर्णम् इति अकारान्तः नपुंसकलिङ्गे सप्तमी एकवचनम्. उत्तमम्. अत्र किं लिखितमस्ति? वने ते मार्गभ्रष्टाः जाताः, ते अपि श्रीकृष्णः बलरामः सप्तमी. अत्र वने इति शब्दः सप्तमी विभक्ति एकवचनमस्ति. उत्तमम्. अत्र मार्गः, मार्गः इति पुंलिङ्गशब्दः, भ्रष्टः इति अपि पुंलिङ्गशब्दः, ते मार्गभ्रष्टाः जाताः. भ्रष्ट इति पदं कीदृशम्? क्तान्तरूपं. ब्रश् सन्धि हलन्तसन्धि भवति शकारस्थाने, तकार शकार मूर्धन्य अस्ति, ततः तकार मूर्धन्य महाप्राण तकार तदूपम् आगच्छति. श्रुनाष्टुः सूत्रेण भ्रष्टाः इति रूपं भवति. उत्तमम्. भ्रष् इति तालव्यशकारान्तधातुः अस्ति. भ्रश्च भ्रश्च इति सूत्रेण मूर्धन्यशकारादेशः भवति. मूर्धन्यशकारादेशः भवति चेत् तत्र मूर्धन्यशकारस्य प्रभावेण श्रुनाष्टुः इति सूत्रेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारादेशः भूत्वा मार्गभ्रष्ट इति प्रातिपदिकं सिद्ध्यति. मार्गभ्रष्टः इति अपि समस्तपदमेव. मार्गेण भ्रष्टः इति तृतीयतत्पुरुषसमासः भवति इति मम चिन्तनं. किमर्थं चेत् तृतीयतत्पुरुषसमासस्य प्रसङ्गे उत्तरपदं साधारणतया क्तान्तपदं भवति चेत् तृतीयतत्पुरुषः भवति. अपि च जाताः इति पदमस्ति. जाताः इति अपि क्तान्तरूपमेव. जनी प्रादुर्भावे इति धातुः अस्ति, तस्य क्तान्तरूपं जातः. साधु भगिनी, सूर्यकुमारी भगिनी, भवती वदतु अग्रिमं वाक्यं. भगिनी, किमर्थम् आसन् तदर्थं गतवन्तः इति क्रिया अस्ति, किमर्थम् अत्र आसन् अपि दत्तम्? इत्युक्ते भूतकालार्धे वक्तव्यमस्ति, अपि च तिङन्तपदमपि योजनीयमस्ति इति भाति एकतिङ्वाक्यं. किन्तु अन्येषु वाक्येषु अग्रिमं वाक्यं पश्यतु, जाताः इति एव दत्तमस्ति, तत्र क्रियापदं नास्ति. तिङन्तपदम् अपि अस्ति चेदेव वाक्यं साधु. एकतिङ्वाक्यम् इति एकः नियमः अस्ति. भगिनी, तत्र वने ते मार्गभ्रष्टाः अभवन् इति अपि समानार्थक, इत्युक्ते जाताः विहाय अभवन् अस्ति चेत् अपि अभवन् अपि साधु एव. उत्तमं. किन्तु भगिन्याः प्रश्नः, आसन् इति पदस्य आवश्यकता अत्र अस्ति वा? तत्तु सत्यं भगिनी. कपवन्तः भविष्यत्कालेपि उपयुज्यते. कपवन्तः भविष्यति, भविष्यतां भविष्यन्ति. गतवन्तः सुबन्तपदं. गतवन्तः सुबन्तम् अथवा कुरुदन्तं किमपि, किन्तु अत्र तिङन्तपदस्य आवश्यकता अस्ति वा? केषुचित् वाक्येषु गतवन्तः सन्ति इत्यपि अहं दृष्टवती. अत्र तु आशयः केवलं भूतकालार्थे एव वक्तव्यम् इति भाति. अत्र आसन् इति अनुवर्तत चेत् द्वितीयं तृतीयम् एवम् अग्रिमवाक्यानि अपि आसन् इति अनुवृत्तिं कृत्वा पूरयितुं शक्यते. अस्तु, साधु महोदय. केवलम् अस्मिन्नेव वाक्ये आसन् इति दत्तमस्ति, किन्तु अन्येषु वाक्येषु तिङन्तपदं नास्ति. तेषु वाक्येषु तिङन्तपदं न लिखितमस्ति, इत्युक्ते इदं पदम् अन्येषु वाक्येषु अनुवृत्तिरूपेण अवबोधनं करणीयं. साधु, स्पष्टीकरणं. भूतकालार्थे एव एतत् सर्वम् अभवत्. अस्तु, सूर्यकुमारी भगिनी, भवती वदतु अग्रिमं वाक्यम्. हा भगिनि, निबिडं वनं प्रविष्टवन्तः. विशेषणविशेषभावः अस्ति. निबिडं वनं प्रविष्टवन्तः अपि भूतकाले आसन् प्रवर्तते. प्रायुपयोग उपसर्ग उपयुज्य विश्दातु त्वान्तपदं तवत्वन्तपदं तवन्तपदं विष्टवन्तः. निबिडम् इत्युक्ते किम्? निबिडम् इत्युक्ते प्रवेश्य शक्नुं न निबिडं प्रवेष्टुम् अशक्यम् अशक्यं भगिनि प्रवेष्टुम् अशक्यम् अथवा क्लिष्टविषयः अस्ति. डेन्स् फारेस्ट् इति अर्थः. वनम् इत्यस्य प्रसङ्गे वनम् अरण्यं विपिनं काननम् इत्यादीनि पदानि सन्ति, पर्यायवाचनः शब्दाः सन्ति. प्रविष्टवन्तः अत्रापि भ्रष्टः इत्यस्मिन् पदे यादृशानि सन्धिकार्याणि भवन्ति तादृशानि कार्याणि एव प्रविष्टवन्तः इत्यस्मिन् पदे अपि भवन्ति. किमर्थं चेत् तत्र धातुः भ्रश् अस्ति, अत्र धातुः विश् अस्ति, तालव्यशकारान्तधातुः विशति तस्य लट्लकाररूपं. प्रविष्टवन्तः इति भूतकालार्थे दत्तमस्ति, तस्मिन् स्थाने लङ्लकाररूपम् उपयुज्य वदतु. निबिडं वनम् अप्रविष्टम् न. अत्र किं कर्तव्यम् इत्युक्ते प्र उपसर्गपूर्वकः विश् धातुः अस्ति, आदौ विश् धातोः वदतु. योगः आयोगः इष्टवन्तः प्राविष्टवन्तः. न अत्र पश्यतु भगिनी, प्रा उपसर्गपूर्वकः विश् धातुः अस्ति, लङ्लकाररूपं वक्तव्यं, बहुवचने वक्तव्यं. विशति इत्यस्य रूपम् अविशन् इति भवति, विशति इति लट्लकाररूपं, लङ्लकाररूपम् अविशन् बहुवचने भवति. इदानीं प्रा इति योजनीयं, प्राविशन् प्राविशन् क्षम्यतां. निबिडं वनं प्राविशन् वदतु. परं भवति अकारः उपसर्ग अनन्तरम् एव आयाति. उत्तमं, नियमः अस्ति. इत्युक्ते धातोः पूर्वम् अडागमः भवति, धातोः पूर्वम् अडागमः अट् आगमः इत्युक्ते अट् आदौ आयाति, टित् आगमः अस्ति इति कृत्वा. तदर्थमेव तस्य विश् धातोः लङ् रूपम् अविशत् अविशताम् अविशन्, किन्तु प्रायोजनीयम् अत्र प्राविशन् इति रूपं भवति. अग्रिमं वाक्यं. रात्रिः सञ्जाता. रात्रिः इकारान्त पुल्लिङ्गपदं भगिनि, ह्रस्वइकारान्त स्त्रीलिङ्गपदम्. ओके. संयोगः जाता. उपसर्ग पूर्व जाता. उत्तमं, तदेव. रात्रिः इति ह्रस्वइकारान्त स्त्रीलिङ्गशब्दः. रात्रि इति पदस्य अर्थः कः इति अहं शब्दकोशं दृष्टवती, तदर्थं वदामि. राति ददाति निद्रादिसुखं, कर्मभ्यः निद्रादिसुखं ददाति इति अर्थः. कर्मभ्यः अवसरं ददाति, निद्रादिसुखं ददाति. राति इति पदस्य अर्थः ददाति इति अस्ति. अपि च रात्रि इति पदस्य प्रसङ्गे अन्यपर्यायवाचनः शब्दाः सन्ति. रजनी, रजनी इत्युक्ते रात्रिः, तदर्थमेव चन्द्रस्य अन्यनाम रजनीकरः. तथा एव निशा अस्ति, निशा इत्यपि रात्रेः नाम एव. निशाकरः इत्युक्ते चन्द्रः. सम् उपसर्गपूर्वकः जन् धातुतः क्ताप्रत्ययस्य योजनेन सञ्जाता. दीर्घ ईकारः. यामिनी, यामिनी इत्युक्ते रात्रि वा? अस्तु. अपि च अत्र अनयोः मध्ये विशेषणविशेष्य भावः अस्ति, रात्रिः सञ्जाता इति. अग्रिमं वाक्यमपि पठतु. तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्ट्यम् आपतितम्. उपवेष्टव्यम् उपवेष्टव्यम् आपतितम् आपतितमपि आङ्गुपसर्गः पतितम् भावे प्रयोगे अस्ति कर्मणि नास्ति तैः आपतितम् तैः आपतितम् इति तत्र पत् धातुः अकर्मकधातुः इति कृत्वा अत्र नपुंसकलिङ्गपदं भावे प्रयोगे सर्वदा नपुंसकलिङ्गे एकवचने एव भवति इति कृत्वा तैः आपतितं किम् आपतितम् उपवेष्टव्यम् आपतितम् उपवेष्टव्यं कीदृशं पदं नपुंसकलिङ्ग प्रथमाविभक्ति तव्यत् प्रत्ययान्तरूपम् उपवेष्टव्यम् उप उपसर्गपूर्वकः विश् धातुः तव्यत् तस्मिन् एव स्थाने अनियर् प्रत्ययस्य प्रयोगः अपि भवितुं शक्नोति वक्तुं शक्नोति वा रूपम् अनियर् उपवेशनीयम् अत्र पश्यन्तु उपवेष्टव्यम् इति पदमस्ति तत्र अणिजन्तरूपम् उपवेष्टव्यं तव्यत् रूपमेव किन्तु अणिजन्तरूपं किन्तु अणिजन्तरूपं वक्तुमिच्छामश्चेत् उपवेशितव्यम् इति भवति चिन्ता मास्तु रात्रिं यापयितुम् अत्र रात्रिम् इति कर्मपदं किमर्थम् अस्ति यापयितुम् इति तुमन्नन्तं रूपं तुमन्नन्तं रूपम् अपि कर्मपदं स्वीकर्तुं शक्नोति यापयितुम् इति पदस्य प्रसङ्गे भवती जानाति चेत् वदतु नो चेत् अहं वदामि वदति वा यापयितुम् अव्ययपदम् अव्ययम् यापयितुं भवती यथा उक्तवती इदं पदं कृदन्त अव्ययं कृदन्त अव्ययम् इत्युक्ते धातुतः निर्मितं पदम् अव्ययपदं या इति धातुः अस्ति अदादिगणे अस्ति या धातुः तस्य लट्लकाररूपं याति या इति धातुः दीर्घ आकारान्तधातुः आकारान्तधातुः अस्ति इति कृत्वा णिजन्तरूपेषु पुगागमः भवति अर्ति ह्री व्लीक् नुयि क्ष्मा यातां पुङ्णौ इति सूत्रेण अत्र पुगागमः भूत्वा यापयति इति रूपं सिद्ध्यति किन्तु अत्र तुमन्नन्तं रूपं यापयितुम् इति रूपं दत्तमस्ति केवलं या धातोः तुमन्नन्तं रूपं यातुं किन्तु अत्र यापयितुम् इति लिखितमस्ति यथा दा अस्ति चेत् दापयितुं स्था अस्ति चेत् स्थापयितुं ज्ञा दीर्घाकारान्तधातुः ज्ञापयितुं मा अस्ति चेत् मापयितुम् एते धातवः दीर्घ आकारान्ताः तदर्थमेव अर्ति ह्री व्लि इति सूत्रेण आतां पुङ्णौ इति लिखितमस्ति तस्मिन् सूत्रे इति कृत्वा दीर्घ आकारान्तधातुषु पुगागमः भवति यापि इति नूतनधातुः इत्युक्ते निजन्तरूपाणाम् अपि सर्वाणि लट्लकाररूपाणि अपि च कृदन्तरूपाणि भवितुमर्हन्ति इति अवगन्तुम् इदम् एकम् उदाहरणम् अत्र णिजन्तरूपं दत्तमस्ति यापयति यापयति इति पदस्य तुमन्नन्तं रूपम् अत्र दत्तमस्ति वृक्षस्य अधः वदतु किमर्थं षष्टि वृक्षस्य अधः अधः अव्ययम् अस्ति चेत् षष्टि भवति उत्तमं वृक्षस्य अधः वृक्षस्य उपरि वयम् अभ्यासपुस्तके पठितवन्तः तस्य उपरि तस्य अधः तस्य दक्षिणतः तस्य वामतः तत्र षष्टिविभक्तेः प्रयोगः एव भवति साधु भगिनी अग्रिमं वाक्यं स्वीकुर्मः गोमती भगिनी भवती वदतु आं भगिनि रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः रात्रौ रात्रौ इत्युक्ते सप्तमी विभक्ति रात्रि इकारान्त रात्रि शब्दस्य सप्तमी विभक्ति एकवचनरूपं रात्रौ रक्षणार्थं रक्षणं कृत अकृतार्थं चतुर्थी विभक्ति इत्युक्ते चतुर्थी तत्पुरुषसमासः किन्तु चतुर्थी विभक्तिः इति कथनेन रक्षणाय रक्षणाय इति भवति किन्तु अत्र रक्षणाय इदम् इति विग्रहवाक्यं भवति इदं पदमपि समस्तपदमेव चतुर्थी तत्पुरुषसमासः अस्ति रक्षणम् इति ल्युडन्तपदमस्ति अग्रे वदतु एकैकः एकैकः इत्युक्ते एक एकः तत्र वृद्धिः अभवत् एक अकारान्त पदम् अनत् एक वृद्धि आयोगः ए वृद्धि भूत्वा एकैकः अपि अपि इति अव्ययं पर्यायरूपेण पर्यायरूपेण इत्युक्ते वन् बै वन् भगिनि अत्र भगिनी पश्यतु अपि इति शब्दः यत्र स्थाप्यते तत्र इत्युक्ते अपि इति पदं यत्र स्थाप्यते तत्र भिन्न अर्थः सम्पद्यते इत्युक्ते भिन्नेषु स्थलेषु अपि इति अव्ययपदस्य प्रयोगः भवति चेत् भिन्नभिन्न अर्थाः सिद्ध्यन्ति एकवारं प्रयत्नं करोतु अपि इति पदं भिन्नस्थलेषु योजयित्वा वदतु हरिः गतवान् रामः अपि गतवान् अपि इति पदम् एकैकः इति पदस्य अनन्तरम् अस्ति किन्तु रात्रौ इति पदस्य अनन्तरम् अपि योजयित्वा अथवा रक्षणार्थम् इति पदस्य अनन्तरम् अपि योजयित्वा तथा वदतु रात्रौ रात्रौ अपि रक्षणार्थाय एकैकः पर्यायरूपेण जागरितः अभवत् उत्तमं भवती जानाति एव किन्तु मम आशयः कः इत्युक्ते रात्रौ अपि रक्षणार्थम् इति कथनेन तत्र भिन्नार्थः आयाति तथा एव रात्रौ रक्षणार्थम् अपि इति कथनेन तत्र भिन्नार्थः अस्ति रात्रौ अपि रक्षणार्थम् इत्युक्ते दिने अपि रात्रौ अपि इति अर्थं भवति न भगिनि उत्तमम् इत्युक्ते अपि इति पदस्य प्रयोगः कुत्र भवति इत्युक्ते भिन्नस्थलेषु योजनेन भिन्न अर्थाः तत्र सम्पद्यन्ते अपि च पर्यायरूपेण इति पदं दत्तमस्ति पर्यायः इति पदमस्ति पर्यायः इति परि उपसर्गपूर्वकः अदादिगणे एकः धातुः अस्ति इण्गतौ इति धातुः अस्ति इण्गतौ इति धातोः लट्लकाररूपं येति तस्य रूपमेव आयः घञ्प्रत्ययान्तरूपम् आयः अस्ति परियोगः आयः तत्र यण्सन्धिः भूत्वा पर्यायः इति रूपं सिद्ध्यति एकं प्रहरं यावत् जागरितः प्रहरः इति पुंलिङ्गशब्दः अस्ति किन्तु अत्र प्रहरम् इति लिखितम् अस्ति किमर्थम् प्रहरः पुल्लिङ्गशब्दं न स्नेह समयं सूचयति न प्रहरः नाम किं प्रहरः नाम अहं चिन्तयामि त्रि अवर्स् त्रीणि होराः त्रयहोराः त्री अवर्स् यामं प्रहरः एतः शब्दः समानः इति चिन्तयामि भगिनि तदेव प्रहरः इत्युक्ते दिवस्य अष्टमः भागः अथवा एय्त् पार्ट् आफ् ए डे इति लिखितमस्ति यावत् इति पदम् अत्र अव्ययरूपेण लिखितमस्ति यावत् इति प्रातिपदिकस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति नपुंसकलिङ्गे यावत् भवति पुंलिङ्गे यावान् भवति स्त्रीलिङ्गे यावती भवति इत्युक्ते इदं पदं त्रिषु लिङ्गेषु सम्भवति यावान् भागः यावान् समयः इति वदामः यावती शक्तिः इति वक्तव्यं भवति जागरितः वदतु जागरितः जागृधातु अस्ति वा जागृधातु जागृधातु तदेव अहं जानामि भगिनि जागृधातुतः ताप्रत्ययान्तरूपं कृतान्तरूपं जागरितः इति. जागृधातुः अदादिगणे अस्ति, कथाप्रत्ययान्तरूपं भवति. भवेत् इति भवती जानाति एव विधिलिङ्गरूपम् अस्ति. जागृतः इत्युक्ते निद्रायाः अभावः इति वक्तव्यं भवति. अग्रे वदतु. तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः. एकः निद्राम् एकः जागृतः अभवत् चेत् अन्य द्वौ पुरुषौ निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः. तदा यदा तदा अन्याभ्यां द्वाभ्याम् अन्याभ्यां द्वाभ्याम् इत्युक्ते श्रीकृष्णः जागृतः अस्ति चेत् बलरामः सात्यकी, बलरामः रामः जागृतः चेत् श्रीकृष्णः सात्यकी इति अर्थः भवति. निद्रां कर्तुं तुमुनान्दं निद्रां कर्तुमुनान्दम् अस्ति, द्वितीयाविभक्ति भवति. निद्रां कर्तुं शक्यते इत्युक्ते शक्नु धातोः लट् रूपं प्रथमपुरुष एकवचनं इति ते इत्युक्ते कृष्णः बलरामः सात्यकी निश्चितवन्तः, निश्चयं कृतवन्तः उत्तम. अन्याभ्यां द्वाभ्यां शक्यते इति वाक्यम् अस्ति चेत् कर्मणि लट् भवितुम् अर्हति वा? शक्यते अन्याभ्यां द्वाभ्यां शक्यते. शुभदा भगिनी, भवती किं चिन्तयति? निद्रां कर्तुं शक्यते. आं भगिनी, अत्र तु कर्मणि प्रयोगः अस्ति. अन्याभ्यां द्वाभ्याम् इत्युक्ते तृतीया विभक्ति द्विवचनं भवति, द्वे अस्ति. अतः ते तत्तु कर्तृपदमस्ति, परन्तु कर्मणि प्रयोगः भवति अस्ति इति इत्यर्थे तस्य तृतीया विभक्तिः भवति. तृतीया विभक्तेः द्विवचनं भवति अन्याभ्यां द्वाभ्याम् इति. निद्रां कर्तुं शक्यते, शक् धातोः य प्रत्ययस्य योजनेन प्रथमपुरुषः एकवचने शक्यते इति भवति. कर्मणि प्रयोगः अस्ति इत्युक्ते तदेव मम चिन्तनमपि. भगिनी, अन्यौ द्वौ शक्नुवतः इति अर्थः भवति वा? कर्तरीरूपेण अन्यौ द्वौ शक्नुवतः शक्नुतः अन्यौ द्वौ निद्रां कर्तुं शक्नुतः. अत्र नी उपसर्गपूर्वकः द्राधातुः, द्राधातुः अपि अदादिगणे एव अस्ति. तस्य रूपं द्राति, निद्राति इति कथनेन नी उपसर्गपूर्वकः अस्ति. अत्र निश्चितवन्तः इति तवत्वन्तरूपं दत्तमस्ति. अस्मिन् प्रसङ्गे लङ् रूपम् उपयुज्य वदामश्चेत् लघुवाक्यं ते निश्चितवन्तः इति वाक्यम् अस्ति. अत्र लङ् रूपं योजयित्वा वदतु. ते निश्चित अनिश्चितवान् अनिश्चितवान् अपठन् अनिश् सोरि अनिश् अपठन् अनिश्चितं ते निश्चयं अकुर्वन्. अत्र किञ्चित् काठिन्यमस्ति. निस् इति उपसर्गः अस्ति अस्मिन् पदे. द्वाविंशति उपसर्गान् पश्यामश्चेत् तेषु नि अस्ति, निस् अस्ति, निर् अस्ति. त्रयः उपसर्गाः सन्ति. अस्मिन् प्रसङ्गे निस् इति उपसर्गपूर्वकः चि इति धातुः अस्ति. चि धातोः रूपं चिनोति अस्ति, किन्तु अत्र क्तवत्वन्तरूपम् अस्ति इति कृत्वा चितवान्, चितवन्तौ, चितवन्तः इति क्तवत्वन्तरूपं. किन्तु धातुः अस्ति चि धातुः. चि धातोः लट् रूपं चिनोति, चि धातोः लङ् रूपम् अचिनोत्, अचिनोत्, अचिनुताम्, अचिन्वन् इति रूपाणि भवन्ति. इदानीं निस् इति योजनीयं. निस् योगः अचिन्वन् इदानीं किं भवति? निस् योगः अचिन्वन् कोऽपि वदतु. निसचिन्वन् एवं रीत्या किञ्चित् चिन्तनीयं. साधु साधु भगिनि. जागृतः विशिष्टसूत्रमस्ति वा? जागृ किमर्थं गुणः भवति अत्र ताप्रत्ययः नित्प्रत्ययः ते गुणनिषेधः भवति सामान्यतया जागृधातुविषये विशिष्टसूत्रमस्ति वा अस्ति इति कक्षायाः अनन्तरं प्रक्रियां लिखित्वा प्रेषयामि अग्रिमे परिच्छेदे किं लिखितमस्ति एकवारं परिशीलयामः गोमति भगिनी एकवारं पठतु प्रथमः पर्यायः सात्यकेः आसीत् सः प्रहरी सन् स्थितः यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान् सः सात्यकीं मल्लयुद्धार्थम् आहूतवान् बहूनि कटुवचनानि उक्तवान् च सात्यकिः तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान् यदा पिशाचः सात्यकेः शरीरे मुष्टिप्रहरं कृतवान् तदा सात्यकिः तदुपरि पादप्रहारं कृतवान् पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत तेन सात्यकेः शरीरे बहवः क्षताः सञ्जाताः सः नितरां श्रान्तः किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणमेव उचितम् इति विचिन्त्य सः निद्रां कृतवान् साधु भगिनी गीताञ्जलिभगिनी प्रत्येकं पदं स्वीकृत्य भवती यद् जानाति वदतु प्रथमः पर्यायः सात्यकेः आसीत् पर्यायः आसीत् लघुवाक्यं पर्यायः आसीत् कस्य सात्यकेः पर्यायः आसीत् कीदृशपर्यायः प्रथमः पर्यायः आसीत् तु अस्धातुतः आयाति भूतकालार्थक लट् लङ् रूपम् आसीत् एकवचन पर्यायः पुंलिङ्गं पदम् अपि एकवचन प्रथमः विशेषण विशेष्यभाव तत्र प्रथमः पर्यायः प्रथमः पर्यायः अनयोर्मध्ये समस्तपदं कृत्वा लेखितुं शक्नुमः वा प्रथमपर्यायः तदेव इत्युक्ते विभक्ति रूपं लोप जाता प्रथमपर्यायः तदेव सात्यकेः इति कीदृशं पदं सात्यकेः इति तु इकारान्तपदम् अस्ति चेत् षष्टिविभक्ति अत्र सात्यकेः यथा मति न मति तु स्त्रीलिङ्गं हरिव हरिवत् षष्टि अत्र तदनन्तरं सात्यकिः इति पदस्य रूपाणि सप्तसु विभक्तिषु त्रिषु वचनेषु लेखनीयानि तेन अस्माकं कृते अभ्यासः भविष्यति अग्रिमं वाक्यम् अस्तु सः प्रहरी सन् स्थितः प्रहरी सन् स्थितः इत्युक्ते सः स्थितः सः न सः स्थितः तु स्थितः तु विशेष अपि इत्युक्ते विशेषणरूपं तत्र दत्तम् इत्युक्ते क्रियापदं वाक्ये नास्ति तत्र सः इति पदस्य विशेषणानि एव अन्यानि त्रीणि पदानि सः प्रहरी सन् स्थितः इत्युक्ते कीदृश सः सः यः प्रहरी संस्थितः सः सात्यकी इति उत्तमम् अत्र प्रहरी इति पदमस्ति प्रहरी इति पदं नकारान्तपदं प्रातिपदिकमस्ति प्रहरिन् यस्य प्रहरः अस्ति सः प्रहरी यस्य क्रमः अपि च सन् सन् वदतु सन् इति शत्रन्तरूपम् अस्ति वा शत्रन्त एकवचन प्रथम विभक्तिरूपम् अपि पुंलिङ्गे सन् किं वदामि भगिनि अस्धातुः उत्तमम् आयाति सन् शत्रन्तरूपम् अस्ति तदेव उत्तमम् अत्र प्रहरः विद्यते अस्य, सः प्रहरी. पुंलिङ्गे अस्ति इति कृत्वा प्रहरी, स्त्रीलिङ्गे अस्ति चेत् प्रहरिणी. प्रहरी इत्युक्ते आङ्ग्लभाषायां वाच्मेन्. प्रहरी सन् स्थितः, स्थितः इति स्थाधातोः क्तान्तरूपम् अस्ति. सात्यकिः आदौ प्रहरी सन् स्थितः, तदा किम् अभवत्? आदौ तु सप्तमी आयाति, इत्युक्ते सात्यकी आदौ इत्युक्ते सर्वप्रथम यः प्रहरः अस्ति तदा सात्यकी एव स्थितः. यदा अन्यौ द्वौ निद्रां कुर्वन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान्. भवती किम् उक्तवती कुर्वन्तौ, अत्र किं लिखितम्? अत्र कुर्वन्तौ लिखि, मम पुस्तके तु कुर्वन्तौ एव दत्तं भगिनि. एवं वा, कुर्वन्तौ, कृतवन्तौ. मम पुस्तके तु कृतवन्तौ इति लिखितमस्ति. मम पुस्तके अपि कृतवन्तौ. क्षम्यतां, यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान्. क्षम्यतां भगिनि, अत्र यदा तदा योजयामः चेत् वाक्यं दत्तं, यदा अन्यौ द्वौ, यदा अन्यौ द्वौ तु कर्तृपदमस्ति द्विवचने, अन्यौ इति विशेषण अस्ति, द्वौ अपि विशेषण अस्ति, इत्युक्ते जनौ. यदा अन्यौ द्वौ जनौ निद्रां कृतवन्तौ तदा वृक्षतः, वृक्षतः तु पञ्चम्यार्थक अस्ति अत्र, वृक्षतः एकः पिशाचः अवतीर्णवान्. एकः पिशाचः तु कर्तृपदम्, अवतीर्णवान् तृधातुतः आयाति, कृत् तवतु रूपम्. अवतीर्ण इत्युक्ते अधो आयाति वा इति समीचीनम्, अधः आयाति. उत्तमम्. एकवारं पुनः परिशीलयामश्चेत् कृतवन्तौ इति पदमस्ति, तत्र कृतवन्तौ, तस्मिन् स्थाने लङ् रूपं योजयित्वा वदामश्चेत्? हा, कृतवन्तौ इत्युक्ते अकुर्वतां वा? अकरोत्, अकरोत् इति एकवचनं, अकुरुताम्. अकरोत्, अकुरुताम्, अकुर्वन्. उत्तमम्. अत्र अकुरुताम् इति रूपमपि योजयितुं शक्नुमः. यदा अन्यौ द्वौ निद्राम् अकुरुताम् तदा वृक्षतः पिशाचः अवतीर्णवान्. अवतीर्णवान् तस्मिन् प्रसङ्गे अपि लङ् रूपं योजयित्वा वदामश्चेत्? लङ् रूपम् अवतीर्णवान् तृ धातु अस्ति चेत् तरति न भगिनि, तरत् अतरत् आतरत् समीचीनं वा? अत्र एकवचनरूपं वक्तव्यम्, अतरत् इति लङ् रूपम् अस्ति, अव इति उपसर्गः योजनीयः. अवातरत्, अवातरत्. उत्तमं भगिनि, अवातरत् इति लेखितुं शक्नुमः. अवतीर्णवान् त्रुधातोः रूपमेव तीर्णवान्, वयं पूर्वमपि दृष्टवन्तः, भगिनी उक्तवती एव, रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण त्रु इति रुकारान्तधातुः अस्ति इति कृत्वा तीर्ण. क्रु अस्ति चेत् कीर्ण, गृ अस्ति चेत् गीर्ण इत्यादीनि रूपाणि भवन्ति. अवतीर्णवान् अत्र कीर्ण इत्युक्ते किं? वयं साधारणतया शृणुमः सङ्कीर्ण इति. सम् उपसर्गपूर्वकः क्रु धातोः रूपमेव कीर्ण. अवतारः, अवतारः इति पदं त्रुधातोः रूपमेव. अवतरति, अवतीर्णवान्, अवतरणं. किन्तु णिचि योजयामश्चेत् अवतारयति, अवतारणम् इति भवति. अवतीर्णवान् इत्यस्य कृते अन्यत् पदमपि अहं दृष्टवती. अवतीर्णवान् इत्युक्ते कृतावरोहणम्, अवरोहणं कृतवान् इति अर्थः. अवतीर्णवान् इत्युक्ते कमिङ्ग् डौन्, मूविङ्ग् डौन्. भगिनी क्षम्यताम्, अव इति उपसर्ग सामान्यतया तु तत्र अर्थ एव अधः अधः आयाति इति सामान्य वक्तुं शक्यते वा? सामान्य इत्युक्ते अव इत्युक्ते कमिङ्ग् डौन् एव, अव इत्युक्ते हीनता, अवगुणः, अवतारः, अवज्ञा इत्यादीनि पदानि सन्ति चेत् तत्र कमिङ्ग् डौन् अथवा हीनता तादृश अर्थः अस्ति अव इति कथनेन. अवतारः अवतरति इत्युक्ते अधः आगच्छति, एक्षन् आफ् मूविङ्ग् डौन्वर्ड्स्, एक्षन् आफ् मूविङ्ग् डौन्वर्ड्स्, डिसेण्ट्, आरोहणम् अवरोहणम्, वेदावतरणं, वेदानाम् अवतरणम् अथवा देवावतरणं, देवानाम् अवतरणम् इत्युक्ते गङ्गावतरणम्. उत्तमं, मूविङ्ग् डौन् स्वर्गतः अधः आयाति अतः मेबि स्वर्गतः ऑन द हायर प्लेस. गीताञ्जलि भगिनि अग्रे वदतु. सः सात्यकीं मल्लयुद्धार्थम् आहूतवान्. अस्तु, सः कः? सः पिशाचः. सः पिशाचः आहूतवान्. कम् आहूतवान्? सात्यकीं आहूतवान्. किमर्थं? मल्लयुद्धार्थम् इत्युक्ते मल्लयुद्धाय, चतुर्थी अत्र अपि मल्लयुद्धाय आहूतवान्. आहूतवान् अपि तव तु रूपम् अस्ति. हूतवान् वस्तु वा न वस्तु न विस्मरामि भगिनि. तत्र किञ्चित् काठिन्यम् अस्ति एव. धातुः अस्ति ह्वे, ह्वे धातुः इत्युक्ते एकारान्तधातुः अस्ति. लट्लकाररूपं ह्वयति, ह्वयति इति लट्लकाररूपम् अस्ति. आहूतवान् इति पदं कथं साधितम् इति परिशीलयामश्चेत् आ उपसर्गः अस्ति, ह्वे धातुः अस्ति, ह्वे इति कथनेन हकारः, वकारः, एकारः इति त्रयः वर्णाः सन्ति. तत्र ह्वयति इति रूपं साधयितुं तत्र यचोयवायावः इति सूत्रेण अयादेशः भूत्वा ह्वयति इति रूपं सिद्ध्यति. किन्तु आहूतवान् इति शब्दस्य प्रसङ्गे हूत इति पदं कथं निर्मितम् इति चिन्तनीयम्. आ इति उपसर्गः अस्ति एव, हूत तत्र किं भवति? वचिस्वपि यजादीनां खिति इति एकं सूत्रमस्ति, सम्प्रसारणसूत्रं. तेन सम्प्रसारणसूत्रेण सम्प्रसारणकार्यं भूत्वा ह्वे इत्यस्मिन् हकारः, वकारः, एकारः, तत्र यः वकारः अस्ति तस्य वकारस्य स्थाने उकारः आयाति. सम्प्रसारणकार्यं यण्सन्धेः विपरीतं कार्यम् इति कृत्वा वकारस्य स्थाने उकारः आयाति. तदा किं भवति? हकारः, उकारः, एकारः सम्प्रसारणं भवति चेत् तदा सम्प्रसारणाच्च इति सूत्रेण पूर्वरूपादेशः भवति इति कृत्वा तत्र केवलं पूर्वरूपमेव तत्र तिष्ठति इति कृत्वा एकारः अपगच्छति. तेन हु इति हकारः, उकारः एव तत्र तिष्ठति. तत्पश्चात् हलः इति एकं सूत्रमस्ति, तेन सूत्रेण दीर्घत्वं भवति, ऊकारस्य दीर्घत्वं भवति. तेन हू इति रूपं सिद्ध्यति. तवत् योजयामः. तवतु इति प्रत्ययात् अवशिष्टभागः तवत् अस्ति. हू योगः तवत्, हूतवत् इति प्रातिपदिकं सिद्ध्यति. आहूतवत् इति प्रातिपदिकं पुंलिङ्गे आहूतवान् इत्युक्ते तत्र त्रीणि सूत्राणि प्रयोक्तव्यानि, तेन आहूतवान् इति पदं सिद्ध्यति. अग्रिमं वाक्यम्. आं भगिनि, भगिनि धातु हुवे धातुः अकार, वकार, एकार भगिनि, हकारः, वकारः, एकारः, ह्वयति रूपं, तत्र वृक्षतः इति पञ्चम्यर्थे तसिल् इति प्रत्ययः अस्ति. तत्र भगिनि आहूतवान् इति पदस्य स्थाने आहूयत् अपि न आहूयत्, आहूयत् इत्युक्ते पिशाचः सात्यकीं मल्लयुद्धार्थम् आहूयत्. पश्यतु, क्षम्यताम्, आह्वयत्, आह्वयत्. लङ्लकाररूपं किं भवति ह्वे धातोः? अडागमसहितं रूपं केवलं ह्रस्व अकारः एव आदौ आयाति. अह्वयत् अह्वयत् इति केवलं लङ् रूपं भवति, किन्तु अत्र उपसर्गस्य आह्वयत् इति रूपं वक्तव्यम्. बहूनि कटुवचनानि उक्तवान् उक्तवान् अपि पिशाचः उक्तवान् वच् धातुतः तवतु रूपम् उक्तवान् अपि अत्रापि सम्प्रसारणं भूत्वा वा स्थाने उ आयाति. समानसूत्रं वा सूत्रं न जानामि तत्र भगिनि. जुहोकुः जुहोकुः सूत्रेण वकारस्थाने उ आयाति. उक्तवान् इत्युक्ते अत्र आदौ सम्प्रसारणकार्यं भवति, तत् पश्चात् एव चोहकुः इति सन्धिकार्यं भवति. इत्युक्ते तत्रापि सोपानद्वयम् अथवा सोपानत्रयम् अस्ति एव उक्तवान् इति पदस्य प्रसङ्गे अपि. अपि च उक्तवान् इति भूतकालार्थे दत्तम् अस्ति. तस्मिन् स्थाने वच् धातोः लङ्लकाररूपं वदामश्चेत् अवक् अवक् अथवा अवग् इति रूपं भवति. वद् धातोः रूपं वदामश्चेत् अवद् अवदत् उत्तम. तत्तु प्रसिद्धः किन्तु अवक् किञ्चित् विरला. भगिनी अवोचत इति भवति किं वच् धातोः अवोचत? न जानामि, श्रुतं तेन कारणेन पृच्छामि. अवोचत अवोचत इति भगिनी अवोचतरूपम् अस्ति, किन्तु लुङ् लकारः. आम् अस्तु अस्तु. अवोचत् अवोचताम् अवोचन् इति रूपाणि लुङ् लकारे दत्तानि. अस्माकं विषयः तु लङ् लकारः इति कृत्वा साधु एव. कटु कटु इति पदमस्ति. कटु इत्युक्ते रसभेदः रसविशेषः. वचनानि कीदृशानि? कटुवचनानि. कटु इति पदस्य प्रसङ्गे अहं किं दृष्टवती इत्युक्ते कटति श्रावयति नासादितः जलम्. पुनः वदतु भगिनि. कटति श्रावयति जलं नासादितः इति कटु इत्युक्ते रसविशेषः. किन्तु अत्र तु वचनानि कटुवचनानि इत्युक्ते सः दूषितवान् दूषणं कृतवान् इति अर्थः. पिशाचः सात्यकीम् उद्दिश्य कटुवचनानि उक्तवान् मल्लयुद्धार्थम् आहूतवान्. साधु भगिनि. इदानीं शोभा भगिनी भवती करोतु. यथा सञ्जय उवाच उवाच इति उवाच इति लिट् लकारे अवक् अवग् धन्यवादः. यदा पिशाचः सात्यकेः शरीरे मृष्टिप्रहारं कृतवान् तदा सात्यकिः तदुपरि पादप्रहारं कृतवान्. पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत् तेन सात्यकेः शरीरे बहवः क्षताः सञ्जाताः. सः नितरा श्रान्तः, किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान्. तत्र यदा पिशाचः सात्यकेः शरीरे वृष्टिप्रहारं, तत्र यदा इति अव्ययपदम्, पिशाचः इति दृष्टवन्तः. पिशाचः पुंलिङ्गे एकवचने. सात्यकेः तस्य कटुवचनानां कृते तत् न कृतं न कृतवान् ओ अहं चिन्तितवती भवती कृतवती इति. सात्यकिः तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान्. सात्यकिः तत्र इकारान्तपुंलिङ्गशब्दं. तस्य कटुवचनानां भवती उक्तवती कटुः इति. कटूनि वचनानि तस्य षष्ठीविभक्तौ कटुवचनानां बहुवचने. कृते तस्य कृते तादृशानि एव उत्तराणि दत्तवान्. तत् तत्र तादृशानि दृश् धातु इति मन्ये, तादृशः तादृशानि इति, अपि च किम् अस्ति तत्र तस्य तादृशानि एव उत्तराणि एव अपि अव्ययम् उत्तराणि दत्तवान्। तत्रापि एवमेव चिन्तनं कुर्मः, एव इति पदं सात्यकिः इति पदस्य अनन्तरं योजयामश्चेत् तत्र भिन्न अर्थः आयाति। सात्यकिः एव, एवं रीत्या एव इति पदं कुत्र अस्ति तदाधारीकृत्य एव अर्थः भिन्नः भवति। तत्र यदि सात्यकिः एव तस्य कटुवचनानां कृते तादृशानि उत्तराणि दत्तवान् इत्युक्ते अन्य कोऽपि न कृतवन्तः तादृशः, सः एव कृतवान् इति भवति। दत्तवान् इति पदमस्ति, लङ् रूपं योजयामश्चेत् अददात् इति भवति, उत्तराणि अददात्। अददात्, आम् आम्, प्रत्यये दत्तवान्। यदा पिशाचः, एकः प्रश्नः, उत्तरम् इति एकः शब्दः अस्ति, तस्य किमपि व्युत्पत्तिः अस्ति वा? उत् इति उपसर्गः अस्ति, उत् उपसर्गस्य अर्थः कः इति परिशीलयामश्चेत् उपरि इति अर्थः अस्ति, उत्कृष्टः, एवं रीत्या उत् उपसर्गस्य अर्थः तु उपरि द्रष्टव्यम्। उपरितरं वा तरति? उत् तरति, अस्तु, अग्रिमं पठामि। यदा पिशाचः सात्यकेः शरीरे मृष्टिप्रहारं, तत्र मृष्टिप्रहारं समस्तपदं, मृष्टिः इति वा भगिनि, मृष्टेः प्रहारं वा? अत्र रेफः नास्ति, मुष्टिः, मुष्टिः, मुष्टिः, मुष्टिः, क्लेञ्च्ड् ह्याण्ड् इति अर्थः, मुष्टेः प्रहारः, मुष्टिप्रहारः। पश्यन्तु अत्र पूर्वस्मिन् वाक्ये प्रहरः इति दत्तमस्ति, किन्तु अत्र प्रहारः इति अस्ति। एतत् पदद्वयं हृधातुतः निर्मितं पदमेव, हृधातुतः हरः, हृधातुतः हारः, किन्तु उपसर्गः तु अत्र अस्ति, प्रहारः इति अत्र दत्तम्। निजन्त अस्ति वा प्रहारः? निच् नास्ति, हृधातुतः घञ् प्रत्ययस्य योजनेन हारः, पठ् धातुतः पाठः, भुज् भोगः इव अत्र हृधातुतः हारः इति रूपं सिद्ध्यति, प्र उपसर्गः अस्ति अत्र। पिशाचः मुष्टिप्रहारं कृतवान्, कृतवान् तस्मिन् स्थाने लङ् रूपं योजयित्वा वदतु। तत्र एकवचने चेत् करोतु इत्यस्य अकरोत्, अकरोत्, तदा सात्यकिः तदुपरि पादप्रहारं कृतवान्। तत्र तत् उपरि, तदुपरि इत्युक्ते पिशाचस्य उपरि पादप्रहारं कृतवान्। तत्तु प्रथमं मुष्टिप्रहारम् आसीत्, सः पादेन प्रहारं कृतवान्, पादेन अथवा पादयोः न जानामि, तत्रापि समस्तपदमस्ति। षष्ठी तत्पुरुषसमासः भवति इति अहं चिन्तयामि, तथा एव तदुपरि इति पदमपि समस्तपदमेव, प्रातिपदिकमस्ति तदेव। समस्तपदानां प्रसङ्गे सन्धिः सर्वदा कर्तव्यः, तत्र विग्रहवाक्यं वक्तव्यं चेत् तस्य उपरि, तस्य उपरि, तदुपरि इति समस्तपदं भवति। अग्रे पठतु। पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत्, तत्र प्रहरम् इति त्रीणि त्रीणि न तिस्रः घण्टाः इति ज्ञातवन्तः, याम इति अपि अस्ति। पूर्णं प्रहरं, तत्र पूर्णं प्रहरम् इत्युक्ते तत्र विशेष्यविशेषणं भवति वा भगिनि? पूर्णं प्रहरं यावत् इत्युक्ते तत्र समयस्य विषये, यावत् यावत्पर्यन्तं, पूर्णप्रहरं पर्यन्तं, तयोः मल्लयुद्धं, तत्र मल्लयुद्धम् इति युद्धस्य विशेषणम् अस्ति, एकरीत्या युद्धं मल्लयुद्धम् इत्युक्ते यथा बाक्सिङ्ग् इति अस्ति इति पर्यायवाचकपदं न जानामि तत्र मल्लयुद्धं समस्तपदमेव साधारणतया नाम अस्ति चेत् सम्भावनापूर्वपदकर्मधारयसमासः भवति इत्युक्ते यस्य कस्यापि नाम अस्ति चेत् कर्मधारयसमासः एव अग्रे प्राचलत् इति पदमस्ति तत्र पूर्वस्मिन् प्रदर्शस्य कृते एकः प्रश्नः मल्लः इति नाम इति मल्लः इत्युक्ते यः मल्लयुद्धं करोति सः इति किल अस्तु प्राचलत् इति लङ् रूपं दत्तमस्ति तत्र तवत् रूपं योजयित्वा तत्र प्रा अचलत् प्राचलत् प्रचलितम् अस्ति किं रूपं क्षम्यतां तवत् रूपं वा प्रचलत् युद्धस्य विशेषणं वक्तव्यम् अत्र पूर्णं प्रहरं यावत् तं भागं त्यजतु तयोः मल्लयुद्धं प्राचलत् इति वाक्यं दत्तमस्ति युद्धं प्राचलत् तत्र क्तवत्वन्तरूपं वक्तव्यं कथम् इत्युक्ते मल्लयुद्धं प्रचलितवत् इति प्रचलितवान् अत्र नपुंसकलिङ्गे वक्तव्यं युद्धं प्रचलितवत् पठितवत् पठितवती पठितवन्ती इव अत्र प्रचलितवत् इति रूपं सिध्यति अग्रे करोतु तेन सात्यकेः शरीरे बहवः क्षताः सञ्जाताः तेन युद्धेन सात्यकेः शरीरे बहवः क्षताः इत्युक्ते वूण्ड्स् इति बहुवचने तत्र क्षताः सञ्जाताः इति पदं दृष्टवन्तः सम् उपसर्गपूर्वकः जातः इति योजनेन सञ्जातः तत्र सन्धि भूत्वा सञ्जाताः इति भवति तत्र द्वे सूत्रद्वयं वर्तेते मनुस्वारः अपि च वापदान्तस्य इति सूत्रद्वयम् आगत्य सञ्जातः इति रूपं सः नितरां श्रान्तः सः नितराम् इत्युक्ते तत्र श्रान्तः इत्युक्ते श्रान्तः अभवत् इति इत्युक्ते टायर्ड् इति अर्थे भवति श्रान्तः तु तत्र ताप्रत्ययः पुंलिङ्गे एकवचने अपि च श्रम् धातुः अस्ति वा भगिनि उत्तमम् अत्र श्रम् धातुतः श्रान्तः इति कृतान्तरूपं सिध्यति तत्र सूत्रमस्ति अनुनासिकस्य क्विझलोः क्निति इति सूत्रेण अनुनासिकान्त अङ्गस्य उपधावर्णस्य दीर्घादेशः किति प्रत्यये परे अनुनासिकस्य क्विझलोः क्निति सूत्रेण अत्र उपधावर्णस्य दीर्घत्वं भवति इति कृत्वा श्राम् इति भवति तस्य अनन्तरं तकारं योजयामः इत्युक्ते क्तान्तरूपम् अस्ति पूर्वस्मिन् वाक्ये क्षतः इति पदमस्ति क्षतः इति पदमपि क्तान्तरूपमेव क्षताः सञ्जाताः क्षतः इति पुंलिङ्गशब्दः किन्तु बहुवचने दत्तमस्ति इति कृत्वा क्षताः सञ्जाताः भवन्तः सर्वे श्रुतवन्तः एव क्षतगात्रः युद्धे क्षतगात्रः इत्युक्ते क्षतं गात्रं यस्य सः इति बहुव्रीहिसमासः भवति तत्र सैनिकाः प्रसङ्गे क्षतगात्राः इति साधारणं पदं वयं श्रुतवन्तः क्षतघ्नि इति पदमपि अस्ति क्षतं हन्ति इति क्षतघ्नि नितराम् इति अव्ययपदम् अस्ति श्रम् धातुतः श्रान्त अग्रे वदतु क्षता इत्युक्ते इत्यस्मिन् षण् इति अहं दृष्टवती क्षि वा भगिनि ऐ वाज़् जस्ट् लुकिङ्ग् क्षि इति क्षयति इति क्षयति इति क्षि धातोः रूपं क्षयति अस्ति किन्तु अत्र क्षण् इति दृष्टवती क्षण् योगः कृता इति क्षता इत्युक्ते विदारित अग्रिमे वाक्ये सहयोगिनोः इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. सहयोगिनोः अस्तु, तत्र किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अस्तु. सहयोगिनः इत्युक्ते सः इत्युक्ते तेन सह किमपि अस्ति इति कृत्वा, योगिनः इत्युक्ते योगे किमपि कथं वदनीयं, तत्र सहयोगी इत्युक्ते मित्रम् इति अपि अर्थे भवति. सहयोगिनौ इति द्विवचने, तत्र किं वदनीयं भगिनी सहयोगिनौ इति? किञ्चित् वदामि. सहयोगी इति प्रथमाविभक्त्यन्तं पदमस्ति, सहयोगी इति नकारान्तपदमस्ति, तस्य प्रातिपदिकं सहयोगिन्. सहयोगी, सहयोगिनौ, सहयोगिनः इति प्रथमाविभक्त्यन्तरूपाणि सन्ति. किन्तु अत्र उत्थापनम् इति ल्युडन्तपदमस्ति. ल्युडन्तपदात् पूर्वं साधारणतया षष्टिविभक्तेः प्रयोगः भवति इति कृत्वा सहयोगिनोः इति पदं षष्टिद्विवचनरूपम् अस्ति. तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति सः चिन्तितवान्. सहयोगिनोः इति षष्टिद्विवचनरूपम् अस्ति. तस्मिन् समये सप्तम्यन्तं रूपं, प्रथमान्तं पदं वदतु. सहयोगिन् इति प्रातिपदिकं सहयोगी इति, प्रथमान्तं सहयोगी इत्युक्ते योगिनः, सहयोगिनः, सहयोगी, सहयोगिनौ, सहयोगिनः. तस्मिन् समये इति सप्तम्यन्तं रूपम् अस्ति, किन्तु तस्य प्रथमान्तं रूपं सः समयः. उत्थापनं वदतु. उत् उपसर्गपूर्वकः, उत् उत्थापनस्य, तत्र स्थाधातुः अस्ति प्रथमं. किल भगिनि स्थाधातोः तादृशं रूपं भवति, तावत् सम्यक् वा? उत् स्था इति अस्ति इति णिच् योजनेन पुक् आगमः भवति, तत्र लट्लकाररूपम् उत्थापयति. हा, तत्र द्वौ थकारौ प्रथमम् आगतः, एकस्य लोपः भवति. तत् सूत्रं न स्मरामि अधुना, किन्तु पठितवती. णिच् अस्ति इति कृत्वा उत्थापनम् इति भवति, नो चेत् णिच् नास्ति चेत् अणिजन्तरूपम् अस्ति चेत् उत्थानम् इति. उत्थापनस्य अपेक्षया, अपेक्षया इति पदं योजयित्वा वाक्यं लिखितम् अस्ति. एकं वाक्यं स्मारयतु अपेक्षया योजयित्वा. हा, तत्र तत्र बलरामस्य अपेक्षया श्रीकृष्णः श्रेष्ठः. उत्तम, तादृश किम् अर्थं स्वीकृत्य समासं कृतवन्तः. निद्राकरणम् एव उचितम् इति विचिन्त्य, वदतु. विचिन्त्य, तत्र लेबन्तरूपम् उपसर्गम् अस्ति इति कृत्वा लेबन्तरूपम् आगच्छति. तत्र वि उपसर्ग, अस्तु, इदित् धातुः अस्ति इति कृत्वा इदितोनं धातोः इत्यनेन नुमागमः. अस्तु, चिन्त् भवति, चित् अनन्तरं नुमागमः भूत्वा चिन्त् इति भवति. चिन्त्य इति लेबन्तं, विचिन्त्य, तत्र विचिन्त्य भवति चेत् उचितम् इति, तत्र उचितम् इति क्षणं भगिनि, अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य. उचितम् इति तत्र कर्मपदं भवति वा? न, अत्र सम्बन्धः नास्ति इति विचिन्त्य इति. अत्र पश्यतु, इति लिखितम् अस्ति, तस्मात् पूर्वं निद्राकरणम् एव उचितम् इति विचिन्त्य इति चिन्तितवान् सः. सत्यं, चिन्तयित्वा इति अपि साधु. आम् आम्. तत्र निद्राकरणमेव उचितम् इति तावदेव एकं वाक्यं भवितुम् अर्हति, अतः तत्र सम्बन्धः नास्ति इति विचिन्त्य सः निद्रां कृतवान्, तत्र निद्रां कृतवान्, निद्राम् इति कृतवान् इति तवतु प्रत्ययः, अतः निद्रां कृतवान् इति भवति. उत्तमम्. अत्र लङ् रूपं वदतु. करोतु इति अकरोत्, निद्राम् अकरोत् इति भवति. पुनः भिन्नरीत्या वक्तुमिच्छामश्चेत् सः निद्राणवान्, केवलं द्राधातोः रूपमेव वक्तुमिच्छामश्चेत्, किन्तु अस्माकं कृते किञ्चित् नूतनं पदं, तदर्थम् अत्र सरलतया लिखितमस्ति निद्राणवान् सः इति अपि साधु एव. निद्राति इति अपि भवति किल, निद्राति लट् रूपं, किन्तु लट् रूपं लङ् रूपं वक्तव्यम्. आम् आम्, निद्राति, निद्राति इत्युक्ते अनिद्रात्वा निद्राणवान्. द्राधातोः रूपम् अद्रात्, किन्तु नि उपसर्गपूर्वकः अद्रात्, तेन तत्र सन्धिकार्यं भूत्वा न्यद्रात्, न्यद्रात्. ओके, नियोगः अद्रात्, अद्रात्, न्यद्रात् भवति. साधु भगिनी उत्तमरीत्या उक्तवती. वेदा भगिनी भवती किञ्चित् करोतु. द्वितीयः पर्यायः बलरामस्य आसीत्. तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्, कटुवचनैः निन्दितवान् च. मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता. श्रान्तः सः अपि प्रहरान्ते निद्रां कृतवान्. द्वितीयपर्यायः द्वितीययामे बलरामस्य आसीत्, बलरामस्य द्वितीयः पर्यायः, तत्र विशेषणविशेषण रूपमस्ति. पर्यायः इत्युक्ते प्रथम एकवचनरूपमस्ति. बलरामस्य आसीत्, बलरामस्य षष्टिविभक्ति, बलराम पुल्लिङ्गशब्दमस्ति, तस्य षष्टिविभक्ति. बलरामस्य आसीत्, आसीत् लङ्लकाररूपम् अस्ति. आसीत् प्रथम एकवचनं लङ्लकाररूपं. तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतं. तम् इत्युक्ते सः, तौ, ते, तं, ते, तान्, तं, द्वितीया विभक्ति एकवचनं. तम् अपि अव्ययः अस्ति. पिशाचः प्रथमा विभक्ति एकवचनं, पुल्लिङ्गशब्दमस्ति. मल्लयुद्धार्थं पूर्वमेव भवती उक्तवती. मल्लयुद्धार्थम् इत्युक्ते समस्तपदं, मल्लयुद्ध किं वदति युद्धार्थम् इत्युक्ते युद्धाय इदम् इति, युद्धाय इदं, मल्लयुद्धाय इदम् आहूतवान्. आहूतवान् तत् तवतु रूपमस्ति. आहूतवान् लङ् रूपम् आहूतवान् भवती उक्तवती. वयति आहूतवान् तत्र अति तो आह्वयत् आह्वयत्. कटुवचनैः निन्दितवान् च. कटुवचनैः तृतीया विभक्ति अस्ति, तृतीया विभक्ति बहुवचनं. कटुवचनैः निन्दितवान् च, निन्दितवान् निन्दितवान् निन्द किं तवतु रूपमस्ति. तस्य लङ् रूपं किम् अस्ति, निन्दितवान् अनिन्दित, अनिन्दित् अनिन्दित वा अनिन्दित वा. अत्र लट् रूपं निन्दति, अनिन्दत् अनिन्दत् अनिन्दत् अनिन्दत् च अव्ययमस्ति. कटुवचनैः निन्दितवान् च किमर्थं च आयाति तत्र बहिनि, कटुवचनैः च निन्दितवान्? पूर्वस्मिन् वाक्ये किं लिखितं, युद्धार्थम् आहूतवान् निन्दितवान् च. ओके, कण्टिन्युशन् द सेम्. ओके, कटुवचनैः निन्दितवान् च. मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता. सो मल्लयुद्धे सप्तमी विभक्ति एकवचनं मल्लयुद्धं मल्लयुद्धे महावीरेण बलरामेण तत्र विशेषणविशेषरूपमस्ति बलरामेण महावीरेण तस्य विशेषणं महावीरेण महावीरेण इत्युक्ते समस्तपदमस्ति वा महत् वीरं यस्य सः विग्रहवाक्यं वक्तव्यं भवति प्रथमान्तं पदमस्ति महावीरः महान् वीरः महान् वीरः इति कथनेन तत्र विशेषणपूर्वपदकर्मधारयसमासः भवति महान् वीरः महावीरः अपि च बलरामः इति पदमस्ति तत्र अहं किं दृष्टवती इत्युक्ते बलेन रमते अथवा बलेन रामः इव रामः सदृशः बलेन अपि च अत्र महावीरेण बलरामेण तत्र अणत्वमस्ति किमर्थम् किमर्थम् इत्युक्ते महावीरेण तत्र रेफः निमित्तमस्ति रेफस्य परे एकारः अस्ति तत्परे नकारः अस्ति अट्कुप्वाङ्नुं विवायेपि इति सूत्रेण तत्र नकारस्य णत्वं भवति न स्वरम् अस्ति न रेफस्य परे स्वरम् अस्ति उत्तमं तत्र रेफः नकारयोः मध्ये एते वर्णाः सन्ति चेदपि अत्र णत्वकार्यं भवति एव बाधकवर्णाः न सन्ति अट् प्रत्याहारस्य वर्णः अस्ति अत्र रामेण इति कथनेन रेफात् परं नकारात् पूर्वं रेफनकारयोः मध्ये अट् वर्णाः सन्ति निन्दितवान् इत्यस्मिन् स्थाने अन्यत् पदं योजयित्वा वक्तुमिच्छामश्चेत् गर्हितवान् गर्हितवान् इत्यपि साधु धिक् कृतवान् धिक् धिक् इत्युक्ते असाधिक् धिक् द्वितीयविभक्ति धिक् कार्यम् दूषितवान् अपि दूषितवान् साधु दूषितवान् अग्रे करोतु महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता सा एव गतिः इति श्रीलिङ्गपदं तदेव सा उक्तवान् तत्र सा एव गतिः प्राप्ता प्राप्ता आप् धातुतः आयाति प्र उपसर्ग प्रत्यय त प्रत्यय प्राप्ता गम् धातोः रूपमेव गतिः गम् धातुतः क्तिन् प्रत्ययस्य योजनेन गतिः प्राप्ता सा गतिः प्राप्ता कीदृशी गतिः प्राप्ता इति अत्र लिखितमस्ति किम् अभवत् मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता पूर्वत्र सातकीस्य युद्धं किं किं वदामि युद्धं यत्र शरीरे बहवः शताः भवति तत् तदेव बलरामस्य युद्धस्य अपि सः बहु शताः सञ्जाताः उत्तमम् इत्युक्ते सात्यकिः क्षतगात्रः अभवत् तथा एव अत्र बलरामः अपि क्षतगात्रः सञ्जातः अग्रे करोतु श्रान्तः सः अपि प्रहरान्ते निद्रां कृतवान् सः इत्युक्ते बलरामः श्रान्तः सः तत्र श्रान्तः सः विशेषणविशेषरूपमस्ति श्रान्तः रूपमस्ति तद्धातुः अस्ति श्रम् धातुतः आयाति श्रान्तः अपि श्रम् योगः श्रान्तः किमर्थम् आयाति श्रान्तः श्रम् धातोः रूपमेव श्रान्त अहं पूर्वमपि उक्तवती अनुनासिकस्य क्विझलोः क्निति इति सूत्रेण दीर्घादेशः भूत्वा दीर्घत्वं भवति तत्र श्रम् धातुः अनुनासिकान्तधातुः प्रिया भगिनी एकवारं पठित्वा समापयामः अग्रिमपरिच्छेदम् एकवारं पठतु तृतीये पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान् तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान्। उक्तवान् च, भवान् बहु विनोदप्रियः इव भासते, मम निद्राम् आलस्यं च दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन्नस्ति इति। अग्रे पठामः वा? पठित्वा समापयतु। तदा पिशाचस्य बलं न्यूनं जातं, तस्य शरीरमपि संकुचत् गतम्। अन्ये सः झिल्लिका इव लघुशरीरः जातः। तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्। वदतु। तृतीयपर्याये श्रीकृष्णः रक्षणार्थम् आगतवान्, प्रहरणार्थम् आगतवान्। श्रीकृष्णम् अपि पिशाचः आहूतवान् मल्लयुद्धाय कृते आहूतवान्। कृष्णः क्रोधेन विहाय हसनेव युद्धम् आरब्धवान्। अपि च पिशाचं भगिनी एकवारम् अत्र पश्यतु, आगतवान् तस्य स्थाने लङ् रूपं वदतु। आगतवान् लङ् रूपम् अगच्छत् आगच्छत् आगच्छत् अगच्छत् इति कथनेन केवलं गम् धातोः लङ् रूपम् अगच्छत्, किन्तु अत्र आ उपसर्गपूर्वकः अस्ति इति कृत्वा आगच्छत् इति भवति। सुरक्षा इति स्त्रीलिङ्गपदमस्ति, रक्षा इति स्त्रीलिङ्गपदम्, आकारान्तस्त्रीलिङ्गपदं, रक्षा इत्युक्ते रक्षणम् इति ल्युडन्तपदमस्ति। सुरक्षानिमित्तम् आगच्छत् इति, अपि च आहूतवान् वयं दृष्टवन्तः, युद्धं कर्तुम् आरब्धवान् वदतु। रभ धातुः उत्तमम्, आरभते इति आत्मनेपदरूपमस्ति, रभते इति आरभता भवति, किमर्थं चेत् रभ धातुः आत्मनेपदी अस्ति इति कृत्वा तस्य आत्मनेपदी लङ् रूपाणि वक्तव्यानि। अपि च हसन् एव वदतु। हसन् एव किं करणीयं? हसन् इति कीदृशं पदं? शत्रन्तरूपमस्ति, हसन् इति शत्रन्तरूपमस्ति, शत्रन्तरूपमस्ति। कृष्णः हसन् युद्धं कर्तुम् आरब्धवान्। इतोपि कानिचन वाक्यानि अत्र दत्तानि, एतेषु वाक्येषु कानिचन नूतनानि पदानि अपि सन्ति, किन्तु समयः जातः, तदर्थं वयं सर्वे अत्र स्थगयामः। आगामि सप्ताहे पुनः एकवारं मिलित्वा अन्येषां वाक्यानां प्रसङ्गे किञ्चित् चिन्तनं करिष्यामः। अधुना अत्र स्थगयामः। सर्वेषां धन्यवादाः।